नमस्कारः. यङ्लुगन्तदातवः इति करपत्रम् अनुवर्तते. अद्य तु अनिदित् धातूनां यङ्लुगन्तदातुः इति ततः आरभ्य करणीयः खलु. मणिमहोदय आरम्भं करोति किं महोदय? पठामि वा? अनिदित् धातूनम् आम् महोदय. एकनिमिषं महोदय. अनिदित् धातूनां यङ् लुगन्तदातुः पाणिनेः धातुपाठे अनिदित् धातवः इमे अञ्च् कुञ्च् ग्लुञ्च् सञ्च् तञ्च् त्वञ्च् ग्रुञ्च् म्लुञ्च् लुञ्च् वञ्च् अञ्च् प्रञ्च् बञ्च् सञ्च् स्वञ्च् कुन्द् क्रन्थ् मन्थ् स्रन्थ् उन्द् कुन्द् स्कन्द् स्यन्द् इन्द् बन्द् सुन्द् तुम्प् त्रुम्प् त्रुम्प् गुम्प् तुम्प् त्रुम्प् अनन्तरं त्रुम्प् द्रुम्प् उम्ब् दम्ब् सुम्ब् स्रम्ब् श्रम्ब् श्रुम्ब् स्रम् अनन्तरं दंस् ब्रंस् द्वंस् ब्रंस् संस् स्रंस् द्रंस् देम् यत् अञ्च अञ्च् इन्द् उन्द् उम्ब् अरुम्प इति धातवः अजादयः अधः एभ्यः यङ् प्रत्ययः न भवति. यतोहि हलदि एकाच् धातुः धातुभ्यः एव यङ् इति सामान्यम् अवशिष्ट अणिदित् धातूनां दाभिः कथं यङ् लुगन्धधातुः सिद्ध्यति इति अग्रे प्रश्नः. अत्र अणिदित् धातुः समग्र दत्तमस्ति. अत्र अञ्ज् सञ्ज् इन्द् उन्द् उम्ब् रुम्ब् इत्येव अजादिः अजादि धातुः अतः अजादिभ्यः धातुः यङ्लुगन्ध प्रत्ययः न भवति. हलादिषु अपि अस्ति. अतः इदानीं हलादिषु कथं धातुभिः धातुभिः कथं यङ्लुगन्धीयते इति सिद्ध्यति इति पश्यामः इति अत्र दत्तं महोदय. वञ्च् स्रञ्ज् द्वंस् महोदय एकः प्रश्नः. अनीतं दलनम् अस्ति चेत् अत्र नकारो लोपः भवति किल न वा? तदेव वयम् वञ्च् स्रञ्ज् द्वंस् भ्रंस् स्कन्द् इति धातवः. नीक् वञ्च् स्रंसु द्वंसु भ्रंसु कस पद पद स्कन्दाम् इत्यनेन वञ्च् स्रंस् द्वंस् भ्रंस् स्कन्द् इत्येतासां धातूनाम् अभ्यासस्य नीक् आगमो भवति यङि यङ्लुकि च. उदाहरणमपि दत्तं वञ्च् स्रंस् द्वंस् भ्रंस् स्कन्द इति. प्रथमे वञ्च् धातोः सन्यङ्गो इत्यनेन वञ्च् अलादि यङ्लुगन्ध भवति. अनन्तरं यङ्गवचि इत्यनेन यङ्गः लोपो भवति. इदानीं वञ्च् एव अस्ति. द्वितं भवति सन्यङ्गो इत्यनेन वञ्च् वञ्च्. अनन्तरं हलादिशेष इत्यनेन अवकारः एव अभ्यासे तिष्ठति वञ्च् इति. इदानीं नीक् वञ्चु स्रंसु ध्वंसु भ्रंसु कस पद पद स्कन्दाम् इति सूत्रेण अभ्यासस्य नीक् अहमः अधः वनि वञ्च् इति यङ्लुगन्धधातुः. तदेव अन्य वदामि वा? अन्यः महोदय अत्र श्रूयते वा? सूत्रमपि वदतु महोदय. तदेव स्रंस् सनि स्रञ्च् धनि स्रञ्च् धनि ध्वंस वणि भ्रंस शनि स्कन्द नीक वञ्चु स्रंसु ध्वंसु भ्रंसु कसपद पद स्कन्द इति सूत्रं वदति वंसि स्रंस ध्वंस भ्रंस कस पद पद् स्कन्द दे धातु देशं धातूनाम् अभ्यासस्य नीकाहमो भवति यङ् यङ्गुलिति च वंश्च स्रंसु च ध्वंसु च भ्रंसु च कसच्च पदश्च पदश्च स्कन्द स्कन्द स्कन्दश्च देशां त्रितुर्दन्दः वंशु स्रंसु ध्वंसु भ्रंसु कसपद पदस्कन्दः तेषां नीक् प्रथमान्तं वंशु स्रंसु ध्वंसु भ्रंसु कसपद पदस्कन्दां षष्ट्यन्तं द्विपदं सूत्रम् अत्र लोपाभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः गुणो यङ्गोलिकि इत्यस्मात् यङ्गोलिकि इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं वंशु स्रंसु ध्वंसु भ्रंसु कसपद पद स्कन्दाम् अङ्गस्य अभ्यासस्य नीकाहं भवति अत्र सूत्रं कार्यं किम् अस्ति इति पुनः एकवारं मारयति वा वञ्च् इत्यस्य अभवत् अनन्तरं स्रंस् इत्यस्य एकवारं पश्यामः वा प्रत्येकस्य आं स्रंस् स्रंस् इत्यस्य स्रंस् इत्यस्य स्रंस् इति द्वितं भवति हलादिशेष इत्यनेन स स्रंस् अनन्तरं नीक् पञ्चविधिसूत्रेण नीकाहम अभ्यासे शनि स्रंस् तदेव शनि एव हलादिशेष इत्यनेन रेपः लोपो भवति अनुसारः अपि सकारः अपि लोपो भवति अहं चिन्तयामि सम्यक् नास्ति वा महोदय अत्र रेपात् परे एव अकारः खलु तर्हि हलादिशेषः इत्यस्य तत्र प्रसक्तिः नास्ति खलु प्रसक्तिः नास्ति वा महोदय तिष्ठति खलु रेपः तिष्ठति खलु आम् रेपः अपि रेपस्य आकारः अस्ति अतः हल् नास्ति इति भवान् वदति वा आम् आम् तदेव मम प्रश्नः अस्ति तदेव अस्ति खलु तर्हि अस्ति चेत् श्रेणी वा श्रेणी श्रंस इति भवति ननु हेमा भगिनी न भगिनि शनि स्रंस् इत्येव भवति इति मन्ये यतोहि सर्वे हलानां लोपः भवति यद्यपि अकारस्य पूर्वं वा भवतु तथैव वयं ज्योत्यादिगणे अपि द्वित्वं यदा कृतं तत्रापि एतादृशमेव दृष्टवन्तः तत्र सर्वत्र एव तिष्ठति अतः सकारः एव तिष्ठति रेफस्य अपि लोपः भवति यथा महोदयेन रेफः अनुस्वारः अपि च सकारः त्रयाणां लोपः भूत्वा केवलं सकारेण सह अकारः तिष्ठति तर्हि स इति अवशिष्यते ओ ओ ओ अस्तु अस्तु धन्यवादः अनन्तरं ध्वंस् इत्यस्य अपि धनी ध्वंस् इति भवति वा तर्हि तत्र धकारस्य अल्पप्राणधकारः भवति खलु अल्पप्राणधकारः आदेशः बकारः अपि अल्पप्राणबकारः भ्रंस् इत्यस्य शर्पूर्वकयः इत्यस्य प्रसक्तिः अत्र अस्ति आं महोदय सर्पूर्वकार्यं कर्तुम् अस्ति अस्ति अतः कयः तिष्ठति ककारः कनि स्कन्द इति भवितुमर्हति तत्रैव मम धन्यवादः अत्र अहं न उक्तवान् सर्पूर्वः इति सूत्रम् अत्र न उक्तवान् स्कन्द शनि स्कन्द एव अहम् उक्तवान् पूर्वं धन्यवादः महोदय किमर्थम् यदा भवन्तः तस्मिन् विषये वर्ग अस्माकं वर्गः आसीत् चिन्तनवर्गः तदा तु अहं न आगतवती इति कृत्वा मया विस्मृतं पूर्णतया अभ्यासकार्यं आहत्य रूपं किं तत्र स्कन्द मध्ये किल कनि स्कन्द क्षम्यताम् अरुणा भगिनी म्यूट् कृतवती, किमपि ध्वनिः अस्ति भवत्याः, चिन्ता नास्ति, धन्यवादः भगिनि. अग्रे पठतु भगिनि. समासीत् तत्र पत् पद् इति त्रयाणां तु यण्युगन्तसिद्धिः प्रदर्शितः अधुपदधातूनां समये. अस्मिन् सूत्रे तत्र दीर्घो दीर्घोर्कित् दीर्घोर्कित् कृतेन अकित् अभ्यासस्य दीर्घो भवति यङ् यङ् लुक्. कुत्र वदति भगिनि अत्र अधुपदधातूनां स्थले दीर्घः भवति? अत्र तु प्रसक्तिः नास्ति खलु, तस्य पद् पदि तेषां तु निरागमः भवति इति तदेव एतदेव सूत्रं तत्रापि निरागमः भवति वा सनीकस् इति भवति खलु पुस्तिका आसीत् सनीकस् तत्र नीक् इति कथा भवति अत्र सनीकस् अपि आगच्छति दातवः भगिनि दम्स् वञ्ज् इति दातवः जप जप जह दश वञ्ज् जप शांश इत्यनेन दम्स् वञ्ज् इत्यनयोः धातोः अभ्यासस्य नुक् आगमो भवति यङ् यङ् लुकि च. सूत्रं दत्तं दंस् बञ्ज् धातु अस्ति चेत् अभ्यासस्य काले नुक् आगमः भवति. दंश् योगः प्रथमं द्वित्वं भवति सन्यङ्गो इति सूत्रेण दश् दश् तदनन्तरं हलन् हलादिशेषः दशकान्त दश् तदनन्तरं नुक् आगमः आगच्छति आद्यन्तटकृतेन अन्तः आदेशः भवति. दन् दश् इति यङ्लुगन्तरूपं तदेव भञ्ज् अपि भञ्ज् भञ्ज् भज् भज् भज् भञ्ज् अभ्यासचर्चने अल्पप्रारम्भकार भञ्ज् तदनन्तरं नुकागम भञ् भञ्ज् इति रूपं निष्पन्नं भवति. सूत्रं पठामि भगिनि. क्षम्यतां म्यूट् मध्ये आसम्. अत्र दन् दंश् इति दकारात् परम् अनन्तरं द्वितीयदकारात् परम् अनुस्वरः अस्ति अनुस्वारः तिष्ठति खलु दंश् इति अनुस्वारः. आं भगिनि दन्दंश् इति भवति वा? दन्दंश् या क्षम्यता दन्दंश् अत्र मुद्रणदोषः अस्ति खलु तत्र तदेव भञ्ज् अपि भगिनि भञ्ज् कविता भगिनि अत्र नुकागमः अस्ति किल तर्हि अत्र पदान्तवच्चेति वक्तव्यम् अपि च वा पदान्तस्य इत्यनेन रूपद्वयं सिद्ध्यते तत्र एकस्मिन् पक्षे अनुस्वारः अस्तु मम न किन्तु मम अनुस्वारस्य विषये प्रश्नः आसीत् दंश् इत्यस्मिन् द्वितीयभागः यत् अस्ति सकारात् पूर्वमपि तत्र अनुस्वारः अस्ति भगिनि सूत्रे दत्तम् अस्ति दंश् दश् भवति सूत्रे इति दत्तमस्ति तत्र यद्यपि दंश् इति दृश्यते तत्र दश् दश् इत्येव स्वीकार्यम् इति अधोभागे लिखितं किल भगिनि दश् धातुः अस्मिन् सूत्रे अनुस्वारः नास्ति यतोहि यङ्गी दश् इत्यस्य एव द्वित्वं भवति किमर्थम् इति अहं न जानामि परन्तु सूत्रस्य पठनात् पूर्वं मया पृष्टं महोदय तत्र दंश् इति अत्र द्वित्वं भवति दंश् दंश् इति स्थापनीयं किल दश् दश् नान्द्रासंयोगादेः तत्र द्वित्वं न भवति तत्तु अङ्गीकरोमि किन्तु द्वितीयभागः यत् अस्ति तत्र तु अनुस्वारः भवेत् ननु तत्र तु मूल अनुस्वारः अस्ति परन्तु दश् इत्यस्य द्वित्वं भवति चेत् द्वा दश दश इत्येव भवति किल. किमर्थं दश इति सूत्रे लिखितं किल भगिनि? सूत्रे द्वितीयपङ्क्तिं पश्यतु. दंश् धातोः अस्मिन् सूत्रे अनुस्वारः नास्ति, यतोहि यङि दश इत्यस्य एव द्वित्वम् अनुनासिकत्वं न भवति. द्वित्वकार्यं नास्ति मम प्रश्नः. द्वित्वे प्रायः द्वित्वकार्यम् अवगच्छामि किं न भवति इति, किन्तु मम प्रश्नः आसीत् ओ अस्तु अस्तु. सूत्रे दश इति निर्दिष्टः अस्ति, अस्य बलेन दश इति भवति इति अत्र अष्टदेवकं मध्ये लिखितम्. दश इति दंशि अयं नकारलोपार्थमेव निर्दिष्टः सूत्रे इति. पुनः पठतु भगिनि तत्र किं लिखितमिति एकवारं. दंशति दन्दशीति इति दश इति दंशि अयं नकारलोपार्थमेव निर्दिष्टः. इत्युक्ते सूत्रे तु दश इति दत्तमस्ति, यद्यपि धातुः दंश् अस्ति, सूत्रे तु दश इति एव दत्तमस्ति. अस्य बलेन अस्य अर्थः कः इत्युक्ते, यत्र द्वित्वकार्यं भवति यनि यङ्लुकि च, तस्य तु दश इति एव रूपं स्वीकार्यं, दंश् इति न वयं कुर्मः. तस्य बोधनार्थमेव सूत्रे एव दश इति उल्लिखितम् इति इदानीं सम्यक् तद् मया पृष्टं वर्गे दंश् दंश् इति किमर्थं नास्ति, तर्हि अत्रैव उत्तरम् आसीत्. समीचीनं. तर्हि बम्बञ्ज् इति भवति वा? तत्रापि अभ्यासे चर्चा अपि कार्यं करोति. अभ्यासे चर्चा अनेन तत्र महाप्राणपकारस्य अल्पप्राणपकारः, तर्हि तत्रापि रूपद्वयं भवति, एकस्मिन् पक्षे अनुस्वारः, अन्यस्मिन् पक्षे यकारः. तर्हि बौ भञ्ज् अपि च बं भञ्ज् इति रूपद्वयं भवति. धन्यवादः भगिनी. सूत्रं पठितवती वा भगिनी? स्मारितवती वा? आं पठितवती. पठितवती. पठामि भगिनि. जप जभ दह दश भञ्ज् भञ्ज् पश्यां च भञ्जप शं पश्यां च इति सूत्रं. जप जप् दश दह् दश भञ्ज् पश् इत्येषां धातूनाम् अभ्यासस्य नुक् आगमो भवति, यङ् यङ् लुकि च. नुक् इत्यस्मिन् ककारः इत्यङ्गकः उकारश्च उच्चारणार्थं नुक् अनुस्वरस्य उपलक्षणं. दंश् धातोः अस्मिन् सूत्रे अनुस्वार नास्ति, यतोहि यङ् दश् इत्यस्य एव द्वित्वम् अनुनासिकत्वं न भवति. जपश्च जपश्च दशश्च दहश्च दशश्च भञ्जश्च पशश्च तेषाम् इतरेतुदण्डः. जप जप दह दश भञ्ज् पश तेषां जप जप दह दश भञ्ज् पशां षष्ट्यन्तं च अव्ययं द्विपदं सूत्रम्. अत्र लोपो अभ्यासस्य इत्यस्मात् क्षम्यतां भगिनि, अस्मात् यङ् लुको इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अनुनासिकन्तस्य अङ्गस्य अतः अभ्यासस्य नुक् यङ् लुकोः तदेव वयं चर्चितवन्तः हेमा भगिनी हला भगिनी अनुनासिक अन्ताङ्गस्य क्षम्यतां भगिनि. ओके करपत्रम् अपगच्छति. ओके कुत्र अस्मि? जपजपदः अन्य पठतु भगिनि अपि करपत्रमनुनासिकान्तस्य इत्यस्मात् अनुक् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. जप जभ दह दश भञ्ज पशां पशां च अङ्गस्य अभ्यासस्य अनुक् अनुलुकोः चतुर्णां धातूनां यङ्लुगन्तसिद्धिः प्रदर्शितः अधुपदधातूनां स्थले. अधुनापि दंश् इति गञ्ज् इत्यस्य रूपाणि दृष्टम्. अग्रे धन्यवादः. आं भगिनि, अत्र यङ्लुकि येषाम् अनिदिताम् अभ्यासः अकारान्तः दीर्घोकितः इत्यनेन अकित् अभ्यासस्य दीर्घादेशो भवति यङि यङ्लुकि च. तर्हि इदानीं चञ्च् इति स्वीकुर्मः. तत्र चञ्च् इति धातुरेकाचोहलादेव्याहारे तदनन्तरं यङ्गोचि च इति कृत्वा सन्यङ्गोः इति भूत्वा तत्र द्वित्वं भवति. चञ्च् चञ्च् इति हलादिशेषः, अतः चचञ्च् इति भवति. यदा चचञ्च् इति भवति तर्हि तत्र अभ्यासे ह्रस्वस्वरः वर्तते, अपि च अत्र अकित् अस्ति इति कृत्वा दीर्घोकितः इत्यस्य प्रसक्तिः प्राप्तिः. अतः चाचञ्च् इति अभ्यासस्य दीर्घः जायते यत्र अकित् अस्ति इति. तर्हि चाचञ्च् इति याङ्ग्लुगन्तधातुः. तथैव तञ्च् अपि तातञ्च्, अपि च त्वञ्च् मध्ये तात्वञ्च् इति भवति. एवमेव रञ्ज् सञ्ज् स्वञ्ज् मन्थ् ग्रन्थ् श्रन्थ् स्यन्द् बन्ध् दम्भ् स्रम्भ् श्रम्भ् शन्स्. अत्र रूपाणि भवन्ति रारञ्ज् सासञ्ज् सास्वञ्ज् मामन्थ् जाग्रन्थ् शाश्रन्थ् सास्यन्द् बाबन्द् दाधम्ब् दादम्ब् सास्रम्ब् शाशम् शाश्रम्ब् शाशंश् इति रूपम्. अत्र बन्द् बन्द् स्थले अभ्यासस्य अभ्यासे अल्पप्राणः एव अस्ति किल भगिनि. बन्द् इति अल्पप्राणः एव वर्तते किल. अत्र स्वञ्ज् अनन्तरं यन्द् उभयत्र तु शर्पुर् अनन्तरं श्रन्त् इत्यस्मिन् अपि शर्पुर् वा कयः इत्यस्य प्रसक्तिः प्राप्तिः च न भवति खलु. न भगिनि, यन्दपि खै नास्ति, केवलं स्कन्द् मध्ये आसीत् इति किल. शंस् इत्यस्मि शंश् इत्यस्मिन् अपि न भवति खलु. सरला भगिनी अग्रे सहस्रं न सहस्रं सहस्रं सहस्रं यङ्लुकि येषाम् अनदिताम् अभ्यासः उकारान्तः. गुणो यङ्लुको इत्यनेन अभ्यासस्य गुणो भवति यङ्लुकि यङ्लुकि च. लुञ्च् लुञ्च् लुञ्च् लु लुञ्च् लो लुञ्च् इति यङ्लुगन्तधातु. कुञ्च् कुञ्च् कुञ्च् कु कुञ्च् चु कुञ्च् चो कुञ्च्. लुञ्च् इति अनिदितधातुः अस्ति. धातु एकाचोहलादे सम्भ्यारे इत्यनेन यङ् विधानं भवति. तदनन्तरं यङोचि अनेन यङ् लुक् भवति. संयङो अनेन द्वित्वं भवति. लुञ्च् लुञ्च् इदानीं हलादिशेष अनेन ञकार चकार लोप भवति. इदानीं लु लुञ्च् इति भवति. इदानीं गुणो यङ् लुको अभ्यासस्य उकार अस्ति, तस्य गुणं भूत्वा लो लुञ्च् इति रूपम् आप्नुमः. तथैव यत् कुञ्च् अस्ति तत्र द्वित्वं भूत्वा हलादिशेष अनेन कु कुञ्च् भवति. इदानीं कुहो चु अनेन ककारस्य चकार आगच्छति. चु कुञ्च् चक् तदनन्तरं गुणो यङ्लको अनेन चो कुञ्च् इति रूपं भवति. एवमेव अन्यानि रूपाणि भवन्ति. मृञ्च् भवति मो मृञ्च्, म्लुञ्च् भवति मो म्लु म्लुञ्च् भवति म्लो लुञ्च् भवति भगिनि म्लो लुञ्च् वा हलादिशेष आदौ यत् अस्ति तत् तिष्ठति. मोम् लुञ्च् इति भवति. ग्लुञ्च् यत् अस्ति तत्र जो जो ग्लुञ्च् इति भवति. कुन्त् यत्र अस्ति कथं म्लो म्लो म तिष्ठ तिष्ठति अस्तु मू तिष्ठति आमामां कुन्त् इति चकार भवति चो कुन्त् इति भवति. बुन्द् इति बो बुन्द् भवति. शुन्द् शो शुन्द् तुम्प् तो तुम्प् त्रुम्प् त्रो तो त्रुम्प् भवति. तुम्प् तो तुम्प् गुम्प् जो गुम्प् भवति. शुम् शो शुम् भवति. यत्र गकारः अस्ति तत्र कोचु तस्य कार्यं भवति. किं भगिनि दीर्घोकितः इत्यस्य प्रसक्तिः न भवति वा? गुण यङ्ग्लुकोः प्रति बाधयति खलु. दीर्घोकितः सामान्यकार्यमस्ति. गुण यङ्ग्लुकोः आगत्य दीर्घोकितं दीर्घोकितमपि परसूत्रमस्ति भवति भगिनि. भेदः नास्ति इति वयं दृष्टवन्तः खलु. यत्किमपि भवति रूपभेदः नास्ति तावदेव. सर्वत्र वृष्टिः पतति रूपभेदः तत्र. हा तर्हि तत्र लू लुञ्च् इति कृत्वा तदनन्तरं लो लुञ्च् इति अपि कर्तुं शक्नुमः. परन्तु तत्र मम सम्पर्कः सम्यक् नासीत् वर्गे. किमपि यदि गुणो यङ्ग्लुकोः प्रथमं कृत्वा अनन्तरं दीर्घोकितः अपि कर्तुं शक्यन्तु तत्र तु प्रसक्तिः न भवति. किमर्थम् इत्युक्ते ओकारः तु दीर्घवर्णः अस्ति इति कृत्वा प्रसक्तिः. आम् तर्हि गुणो यङ्ग्लुकोः यदि प्रथमं कुर्मः तर्हि दीर्घोकितः इत्यस्य प्रसक्तिः न भवति. परन्तु दीर्घोकितः कुर्मः चेत् गुणो यङ्ग्लुकोः भवति. तर्हि गुणो यङ्ग्लुकोः इति नित्यसूत्रम् इति वदामः वा? किन्तु अभ्यासे तु बलाबलचिन्तनं मास्तु इति महोदय उक्तवान् खलु. एतदेव चर्चा अभवत् वा भगिनी? वर्गे किमपि अभवत् परन्तु सम्पर्कः मया सम्यक् न श्रुतम्. एतत् चर्चा एव भवति. केवलं शुक्महोदय उक्तवान् इति दीर्घो अकित् इति प्रसज्य भवति. तत्र अकित् इति अस्ति इति न वदामः. कित् परे नास्ति इति प्रसज्य प्रतिषेधः आगच्छति तत्र दीर्घो अकित् कर्तुमपि शक्नुमः न कुर्मश्चेत् तत्र बाधा नास्ति इति उक्तवन्तः वा? अस्तु धन्यवादः. तर्हि अत्र सर्वत्र सामान्यकार्यमस्ति. यत्र नुकागमः नीकागमः इति विशिष्टकार्यं नो चेत् सर्वत्र तु सामान्यकार्यं भवति. ऋकारान्त तदपि सामान्यकार्यम् अग्रे पश्यामः. पुष्पभगिनी पठति वा भगिनि? ऋकारवान् अनिदित् धातवः इति ऋकारवन्तः इति भवति खलु. ऋकारवन्तः अनिदित् धातवः इति बहुवचने. नो चेत् ऋकारवान् अनिदित् धातुः. ऋकारवन्तः इति बहुवचने भवति. बहुवचने यतोहि तत्र बहवः धातवः उल्लिखिताः. पुष्पा भगिनि म्यूटेड् अस्ति भगिनि. किं किं पठामि भगिनि? अत्र पञ्चमः बिन्दुः पञ्चमबिन्दुः ऋकारान्त ऋकारवान् ऋकारवन्त. अस्तु अस्तु एकं निमिष भगिनि. लेट् मी म्यूट् द अदर् वन् बिकास् ऐ एम् लिस्निङ्ग् टु कम्पेरिङ्ग् सम् दिस् थिङ्ग् आल्सो. ऋकार ऋकारवान् अनिति धातवः. ऋदुपदस्य च ऋदुपद धातोः अभ्यासस्य रीक् इति आगमः भवति. यङ्गि यङ्ग्लुकि च रीगृत्वत इति वक्तव्यम् इति वार्तिकेन ऋकारान् ऋकारवतामपि सम्यक् वा ऋकारवान् सम्यक् वा इति पृष्टं धातूनाम् अभ्यासस्य रीक् इति आगमः भवति एङ्गि एङ्गुकि च. अत्र रीक् ऋगुपद ऋदुपद धातोः अभ्यासस्य रीक् इति आगमः भवति यङ्लुकि यङ्गि यङ्लुकि द्वे अपि. अत्र त्रुम्फ् उदाहरणे त्रुम्फ् तु त्रुम्फ् त्रुम्फ् आगच्छति. अत्र त्रु त्रुम्फ् आगच्छति. अत्र यङ् लुक् आगच्छति, लुकारः लुक् आगच्छति. तत् तथैव तत् त्रुफ् त्रुम्फ् इति. अत्र ऋकारस्य रेफः आगच्छति. रीक् तु ककारः गच्छति, ईकारः गच्छति, न ई तिष्ठति, ई तिष्ठति, तरी तरी त्रुम्फ् इति आगच्छति. सम्यक्. तथैव द्रुम्फ् अपि द्रुम्फ् द्रुम्फ् दृद्रुम् दद्रुम् दरीद्रुम् शृम्ब् अपि सरी शृम्ब् इति. त्रुम्फ् अपि त्रुम्फ् अपि तरी तरीन् मकारः गच्छति न अत्र तरीन् तरीं तरी तरी तरी त्रुम्फ् सम्यक् तरी त्रुम्फ् रीगुपदस्य च ऋदुपदधातोः अभ्यासस्य रीक् इति आगमः भवति यङ्गि यङ्लुकि च. रीक् खेत् अतः रीक् कित् अतः अभ्यासस्य अन्ते विधीयते. अभ्यासस्य अन्ते विधीयते. हा अस्तु अस्तु. ऋत् उपधा यस्य सः ऋदुपदः पदः तस्य ऋदुपदस्य रीक् प्रथमान्तं ऋदुपदस्य षष्ट्यन्तं च अव्ययं त्रिपदमयं सूत्रम् अनुवृत्ति पठामि न भगिनि. अनुवृत्तिसहितसूत्रं ऋदुपदस्य अङ्गस्य अभ्यासस्य वीक् यङ्लुकोः. अस्तु भगिनि. आं भगिनि, धन्यवादः. वीक् आगच्छति, ककारः गच्छति, वी एव तिष्ठति. धन्यवादः भगिनि. मणिमहोदय हं दातुः नुकुतोऽनुनासिकान्तस्य इत्यनेन अनुनासिकान्ताङ्गस्य अदन्त अभ्यासस्य नुक् आगमो भवति यङि यङ्लुकि च. उदाहरणमपि दत्तम् अत्र हं हं हं द्वितं भवति. अनन्तरं हलादिशेषगत्येन हकारः एव तिष्ठति ह हम्. अनन्तरम् अभ्यासेषु इत्यनेन महाप्राणजकारादेशः. अनन्तरम् अभ्यासे सचेतनेन अल्पप्राणजकार आदेशः जहम् इति. इदानीम् अत्र अभ्यासः अनुकागमः चेत् नुन् धातोः अभ्यासे कथं भवति इति कश्चन वार्तिकेन दत्तं महोदय, न स्मरामि वार्तिकम्. अतः वापदन्तं भवति, वापदन्तस्य सूत्रेण द्वितं भवितुम् अर्हति. अनुसारेण संहम् अनन्तरं हकारः परसवर्ण किमपि नास्ति, अतः एकरूपमेव अत्र महोदय. कुहोश्युः इति सूत्रेण जकारः भवति खलु, जकारः अनन्तरम् अभ्यासस्य चेतनेन अल्पप्राणचकारः तत् पूर्वम् अल्पप्राणजकारः एव भवति ननु वा नाम सत्यं जकारः भवति तदनन्तरं जकारः सूत्रं पठामि महोदय नुगतवर्णनुनासिकान्तङ्गस्य अनुनासिकान्ताङ्गस्य अदन्त अभ्यासः लुक् आगमो भवति यङि यङ्लुकि च लुक् अनुसारस्य उपलक्षणं धातोः अभ्यासस्य अन्ते अत् चेत् धातोः अन्ते अनुनासिकाल् वर्णः ज्ञा न न चेत् इदं कार्यं प्रवर्तते लुक् आगम कित् ककारः इति सम्यक् उकार उच्चारणार्थम् अनुनासिकः अन्ते यस्य अनुनासिकान्तं तस्य नुक् प्रथमान्तम् अधगषष्ट्यन्तम् अनुनासिकान्ताङ्गस्य षष्ट्यन्तं त्रिपदं सूत्रम् अत्र लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः गुणो यङ् लुको इत्यस्मात् यङ् लुको इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिस्य सूत्रम् अनुनासिकान्तस्य अङ्गस्य अधः अभ्यासस्य नुक् यङ् लुको अनुनासिकान्तं यदा धातुः अस्ति चेत् तस्य अभ्यासस्य युगागम इति दत्तं यदा यङ् यङ् लुकि भवति चेत् नुगामः अत्र अनुनासिक उपलक्षणमस्ति इति दत्तं नुक् इत्यस्य कित् अस्ति अधः ककारः लोपो भवति उकारः उच्चारणार्थम् इति अतः न एव तदपि बिकाम् अनुनासिकः भवति इति यत्र दत्तं महोदय अनुनासिकान्तस्य अभ्यासस्य लुक् यङ् यङ् लुक् इति सूत्रेण मम धन्यवादः महोदय धन्यवादः भगिनि यङ् लुक् तदेव भगिनि यङ्लुगन्तदातवः साधिताः इति अनन्तरं सम्प्रति अस्य सम्प्रति अस्य पाठस्य पूर्णार्थं यङ्लुगन्तदातुभ्यः तिङ्गन्तरूपाणि साधनीयानि यङ्लुगन्तदातोः साधनम् आदुधातुकप्रक्रियायाम् अन्तर्भवति ततः तिङ्गन्तसाधनं पुनः पृथक् कार्यम् यङ्लुगन्तदातुभ्यः लट् लोट् लङ् विदिलिङ्ग् इत्येषां साधनं सार्वधातुकप्रक्रियायाम् अन्तर्गतम् अवशिष्टषड् लकाराणां साधनम् आर्धधातुकप्रक्रियायाम् अस्मिन् पाठे लट् लोट् लङ् विदिलिङ्ग् इत्येषां साधनविधिः प्रदर्श्यते आर्धधातुकलकाराणां रूपसिद्धिः तत्तदार्धधातुकलकारे पाठे क्रियते महोदय सुब्रह्मण्यमहोदय महोदय पृष्टवान् खलु यत्र वयम् अनिदिदातूनां विषये दृष्टवन्तः तदा तु अनिदितां हलोपदायान् इति इत्यस्य कार्यं न भवति वा इति पृष्टवान् ननु अत्र यद्यपि यङ् प्रत्ययः तु मित् अस्ति इति कृत्वा भवति किन्तु यद् यङ् लुक् भवति खलु वयं तु अधुना यङ् लुक् इत्यस्मिन् विषये पठन्तः स्मः यङ् लुक् भवति इति कृत्वा अत्र अनिदितां हलोपदायानिति इति न यत्र नकारलोपः भवति तत्कार्यम् अङ्गकार्यम् अस्ति इति कृत्वा न भवति यङ् लुकि नास्ति यङि भवति यङ् लुकि न भवति किमर्थम् इत्युक्ते यङ् लुकि तु निन्नलुमताङ्गस्य इति अङ्गकार्यं सर्वं निषिद्धं खलु इति कृत्वा अनिदितां हलोपदायानिति इत्यस्य प्रसक्तिः प्राप्तिः न भवति अहं तु चिन्त्य आसं किन्तु अवकाशः न प्राप्तः तदा महोदयस्य करपत्रे नास्ति खलु तस्मिन् विषये पूर्वमेव उक्तवान् आसीत् किमस्ति इन्नलुमताङ्गस्य तेन अङ्गकार्याणि निषिद्धानि इति यङि तु भवति यत्र यङ् रूपसाधनं पठामः चेत् तत्र तु भवति यङ् लुकि न भवति चिन्ता मास्तु अहम् अवगतं वदामि यङ् लुगन्तदातो साधनसमये वयम् आदुधातुकप्रक्रियां प्रयुज्यते तदनन्तरं तिङन्तसाधना काले लट् लोट् लङ् विदलिङ्ग् इत्येषां साधनानां सार्वधातुकप्रक्रियां प्रयुज्यते, अवशिष्टलकाराणाम् आर्धधातुकप्रक्रियायाम् एव क्रियते. अत्र वयम् अधुना केवलं लट् लोट् लङ् विदलिङ्ग् इत्येव साधनविषयं प्रदर्शितम्. तर्हि सोपानद्वयं भवति. प्रथमं तु नूतनधातु इति सनाद्यन्तदातवः इत्यनेन यङ् पर् यङ् युक् परे तु नूतनधातुसंज्ञा भवति. सा प्रक्रिया तु भिन्ना अस्ति. अनन्तरं यत्र तिङन्तसाधनं तु भिन्ना प्रक्रिया वर्तते. तर्हि प्रथमप्रक्रिया यत्र वयं यङन्तदातुं यङ्लुगन्तदातुं साधयामः, तत्र तु यङ्लुक् तु यङ् प्रत्ययः तु षित् अपि नास्ति तिङपि नास्ति इति कृत्वा आर्धधातुकप्रक्रिया इति भवति. तत्र तु गणभेदः न भवति, धातोः गणभेदः न भवति इति स्मर्तव्यं. तदनन्तरं यत्र तिङ् साधनं नूतनधातुः अधुना प्राप्तम् अस्माभिः प्राप्तः, तदनन्तरं यत्र वयं तिङन्तरूपाणि साधयामः तत्र तु विवक्षा अनुसृत्य यत्र वयं लट् लोट् लङ् विधिलिङ्ग् कुर्मः चेत् तत्र कर्तरत्ते सार्वधातुकप्रत्ययः इति अस्ति कृत्वा तत्र तु शप्रत्ययः विधीयते एव. यत् कर्तृषप् इति आगच्छति. अनन्तरं अग्रे एव पठामः. अदादिवद् भवति इति पठामः वयं. किन्तु किम् अस्ति इत्युक्ते सार्वधातुकचिन्तनं तत्र प्रचलति इति प्रक्रिया भवति इति. अनन्तरम् अन्ये लकाराः ये आगच्छन्ति तत्र तु आर्धधातुकप्रक्रिया भवति. अत्र तु सार्वधातुकप्रक्रिया अस्ति किन्तु कस्मिन् गणे आपतन्ति इति प्रश्नः आयाति खलु. तर्हि यत्र गण कर्तृशब् भवति वा इति प्रश्नः आयाति. तस्मिन् विषये महोदयेन अत्र अग्रे दत्तम् तदेव अत्र विवृतम्. भगिनी अग्रिमपरिच्छेदमपि पठति वा? यत्र धातुः अभ्यस्तसंज्ञकः अस्ति तत्र तिङ् प्रत्ययानां सिद्ध्यर्थं ओ क्षम्यतां भगिनि, यङ्गो वा यङ् लुगन्तेभ्यः धातुभ्यः हलादिपित् सार्वधातुकस्य विकल्पेन ईट् आगमो भवति. हलादिपित् सार्वधातुकप्रत्ययः न सन्ति एव यङ् तस्य आत्मनेपदत्वात् ततः इदं सूत्रं यङ् लुकि इति ज्ञापकम्. हलादिपित् हलादिपित् सार्वधातुकप्रत्ययः नास्ति न सन्ति एव यङ् नाय्स् अस्ति. आं भगिनि, हलादिपित् सार्वधातुकप्रत्ययाः न सन्ति. हलादिपित् सार्वधातुकप्रत्ययः तस्य आत्मनेपदत्वं महोदय अत्र किं भवति, ते इति प्रत्ययः अस्ति खलु. ति इति अस्ति चेत् तु तिप् तिपित् अस्ति. अत्र तु अस्माकं अत्र यत्र आत्मनेपदीरूपाणि पश्यामः चेत् ते इति अन्ते इति सर्वत्र तु पित् तु न सन्ति खलु. कुत्रचित् अपि न आयाति आत्मनेपदी. किमर्थमित्युक्ते यङ् इति यत्र भवति नकारः अस्ति खलु यङन्तदकारः अन्ते सन्ति मित् सन्ति इति कृत्वा वयं पूर्वं पठितवन्तः खलु. वयं स्वरविज्ञानम् इति कृत्वा पठितवन्तः खलु. इति कृत्वा सर्वे तु स्वरितनितः आत्मनेपदम् इति किमस्ति नित्यस्वरितः न स्वरि स्वरितनितः तत्राभिप्रायक्रियापाले. अनन्तरं अनुदातनितः आत्मनेपदम् इति वयं पठितवन्तः खलु. इति नित् अस्ति इति कृत्वा यङ् यङ् यङ् अस्ति चेत् केवलम् आत्मनेपदे एव भवति. यत्र आत्मनेपदी तिङ् प्रत्याः ये ये सन्ति ते सर्वे पित् नास्ति. पित् किमपि पित् प्रत्ययः किमपि नास्ति इति कृत्वा अत्र दत्तमस्ति, तदेव दत्तमस्ति. हलादिपित् प्रत्ययः एव न सन्ति आत्मनेपदत्वात् इति. आत्मनेपदिप्रत्ययेषु हलादिपित् न सन्ति इति कृत्वा इदं सूत्रं यङ्लुकि इति ज्ञापकम् इति. तर्हि अत्र किं दत्तमस्ति, यङोवा इत्यस्मिन् यङ् लुगन्तेभ्यः धातुभ्यः हलादिपित् सार्वधातुकस्य विकल्पेन ईतागमो भवति. अत्र यङ् लुगन्तधातुभ्यः हलादिपित् सार्वधातुकस्य विकल्पेन, हलादिपित् एव न सन्ति, तर्हि कथं वा? किन्तु यङ् लुगन्तेभ्य आमां यङो यङो वा इति सूत्रे तु यङ् लुक् इति न दत्तमस्ति, किन्तु अभिप्रायः तस्य सूत्रे लिखितमस्ति हलादि सावधातुकप्रत्ययः न सन्ति एव यङि तस्य आत्मनेपदत्वात् तथा इदं सूत्रं यङ् लुक् इति ज्ञापकम्. अत्र यङोवा इति सूत्रे तु यङ् लुक् इति न प्रदर्शितं, केवलं सूत्रे पठितं, पाणिनिना तु एवमेव पठितं, यङ् इत्येव पठितं. तर्हि यङ् प्रत्ययानां तु सर्वदा आत्मनेपदत्वं भवति इति कृत्वा यङ् लुक् एतस्य सूत्रस्य प्रसक्तिः. यत्र यङ् लुक् भवति तत्र तु यङ् लुक् भवति चेत् अत्र तु आत्मनेपदत्वं न भवति खलु, पूर्णतया लुक् भवति यङ् प्रत्ययस्य इति कृत्वा यङ् लुक् एव अस्य सूत्रस्य कार्यम् इति कृत्वा यङ् लुक् परस्मैपदिनः भवन्ति. किमर्थमित्युक्ते यङ् इत्यस्य पूर्णतया लुक् भवति, यङि एव आत्मनेपदत्वं भवति. क्षम्यतां भगिनि, अवगतं वा? अस्तु भगिनि, अग्रे पूर्णतया यङ् पञ्चम्यन्त्यं वा अव्ययपदं द्विपदमिदं सूत्रम् अतो वृद्धिर्लुक्कि हलि इत्यस्मात् हलि इत्यस्य अनुवृत्तिः नाभ्यस्तस्याचि इति सार्वधातुके इत्यस्मात् पिति सार्वधातुके धनयोः अनुवृत्तिः ब्रुव ईट् इत्यस्मात् ईट् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं यङ् ईट् वा हलि इति सार्वधातुके. अतः पठामि भगिनि, यङ् यत्र धातु अभ्यस्तसञ्ज्ञकः अस्ति तत्र तिङ्प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयं वर्तते. यङ् लुगन्तधातवः सर्वे अभ्यस्तसञ्ज्ञकः, अतः सर्वत्र इमे द्वे कार्ये स्तः. धन्यवादः विषये अपि मध्ये मध्ये चर्चा न जायते एव. मम ध्वनिः वा भगिनि? क्षम्यतां भगिनि, अन्यस्य चिन्तायामास् इति कृत्वा न. अग्रे हेमा भगिनि पठामि भगिनि. अदभ्यस्तात् ततः वा? अदभ्यस्तात् अभ्यस्तसंज्ञकधातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत् आदेशो भवति. अत् प्रथमान्तम् अभ्यस्तात् पञ्चम्यन्तं द्विपदमिदं सूत्रं झोन्तः इत्यस्मात् जः षष्ट्यन्तम् इत्यस्य अनुवृत्तिः आयनेयीनीयः फडखचगां प्रत्ययादीनाम् इत्यस्मात् वचनपरिणामं कृत्वा प्रत्ययादेः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अभ्यस्तात् अङ्गात् प्रत्ययादेः जः अत् इति. तर्हि वयं सूत्रं परिचितं सूत्रमस्ति, ज्योत्यादिगणे अस्माभिः पठितम् अदभ्यस्तात् इति. यत्र यत्र अभ्यस्तसंज्ञकः भवति धातुः तत्र प्रथमपुरुषबहुवचने यत्र प्रथमं वयं तिप्तस्झि इति तत्र झोन्तः इति इत्यस्मात् झकारः यत् आगच्छति तत्र सामान्यतया तु अन्ति इति भवति, परन्तु यत्र अभ्यस्तसंज्ञकः भवति तत्र तु अत् आदेशः भवति झकारस्य स्थाने इति अस्ति. इदपि अङ्गकार्यम् अस्ति, अत्र सप्तमाध्याये अस्ति इति कृत्वा अभ्यस्त अङ्गात् प्रत्ययादेः जः अत् इति तर्हि अभ्यस्त अङ्गं यत् वर्तते तत्र आदिम झकारः इत्युक्ते प्रथमपुरुषबहुवचने तत्र अत् आदेशः भवति इति सूत्रस्य सारांशः. देयं यत् अत् आदेशस्य तकारः हलन्त्यम् इति सूत्रेण इत्संज्ञकः न, यतोहि अत् तु विभक्तिसंज्ञक झी प्रत्ययस्य अवयवस्य आदेशः, अतः न विभक्तौ तु स्मः इत्यनेन हलन्त्यं बाधितं भवति. तर्हि एतदपि वयं जानीमः, अत्र अत् आदेशः यदा भवति तर्हि तकारस्य लोपः किमर्थं न जायते हलन्त्यम् इति सूत्रेण इति प्रश्नः उदेति चेत् तत्र समाधानं भवति न विभक्तौ तु स्मः इति सूत्रेण तकारः सकारः अपि च मकारः यत्र वर्तते तत्र हलन्त्यम् इति सूत्रं बाधित्वा न विभक्तौ तु स्मः अनेन ते तिष्ठन्ति इति, अतः अत्येव तिष्ठति इति आशयः. तर्हि अदभ्यस्तात् इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झ स्थाने अत् आदेशः, अतः लटि झि अति न तु अन्ति, लोटि झि अतु न तु अन्तु. तर्हि सूत्रस्य प्रसक्तिः कुत्र कुत्र भवति इत्युक्ते लटि प्रथमपुरुषबहुवचने अपि च लोटि प्रथमपुरुषबहुवचने, अन्ति अन्तु इति न भवति, परन्तु स्थलद्वये अपि अति अतु इत्येव भवति इति. तर्हि अग्रिमम् अस्ति सिजभ्यस्तविधिभ्यश्च इति सूत्रम्. अत्र ङित् लकारस्य अवस्थायां सिच् प्रत्ययात् अभ्यस्तसंज्ञकात् धातोः विद् धातोः च परस्य झि प्रत्ययस्य स्थाने जुस् आदेशो भवति. सिच् च अभ्यस्तश्च विधिश्च तेषाम् इतरेतरद्वन्द्वः सिजभ्यस्तविधयः. सिजभ्यस्तविधयः विधि इति कृत्वा वा तेभ्यः सिजभ्यस्तविधिभ्यः सिजभ्यस्तविधिभ्यः पञ्चम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं नित्यं ङितः इत्यस्मात् ङितः इत्यस्य अनुवृत्तिः, झेर्जुस् इत्यस्मात् जेहे जुस् इत्यनयोः अनुवृत्तिः, लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सिजभ्यस्तविधिभ्यश्च ङितः लस्य जेहे जुस्. तर्हि अस्य सूत्रस्य प्रसक्तिः कुत्र कुत्र भवति इत्युक्ते सिच् प्रत्ययस्य परे सिच् इति उल्लिखितं, तदनन्तरम् अभ्यस्त इति अस्ति, अत्र अभ्यस्तसंज्ञकधातुः यत्र यत्र वर्तते तत्र इत्युक्ते वयं जुहोत्यादिगणे अपि पठितम् अपि च अत्रापि तस्य प्रसक्तिः भवति इति. तदनन्तरं विद् इत्यपि सूत्रे उल्लिखितम्, अतः विद् धातोः त्रयाणां कृते कुत्र भवति इत्युक्ते अत्र ङित् इत्यस्य अनुवृत्तिः अस्ति इति वा कस्मिन् लकारे भवति इत्युक्ते लङ्लकारे अस्य प्रसक्तिः भवति, अपि च यङ् यत्र यत्र ङित् लकारस्य अवस्थायां क्षम्यतां यङ् इति न वक्तव्यं लङ्लकारे तस्य प्रसक्तिः इति, अपि च लिङ्लकारः अपि ङित् अस्ति तत्र तत्रापि भवति परस्मैपदे नः तत्रापि पठेथां पठेयुः इति आगच्छति किल, तत्रापि झेर्जुस् इति सूत्रः कार्यं करोति. तर्हि इदानीम् अत्र लङ् इति अस्ति तत्र अस्य सूत्रस्य प्रसक्ति. तर्हि लकाराणां यदा वयं पश्यामः रूपाणि तत्र जेहेजुस् इति त्रयाणां कृते भवति निप्लस्य ङितः लस्य इति उक्तम् इति कृत्वा लङ्लकारे अनन्तरं विधिलिङ्गि अपि खलु विधिलिङ्गि अपि अनेन लङ्घि अभ्यस्तसंज्ञकधातोः परस्य झी स्थाने जुस् आदेशः, जुस् इत्यस्य अनुबन्धलोपे ऋत्वविसर्गौ उहु इति भवति. तर्हि जुस् मध्ये अपि तत्र झकारस्य भवति चुटु इति सूत्रेण तदानीम् उस् इति अवशिष्यते, अत्र सकारस्य ऋत्वं भूत्वा तदनन्तरं विसर्गः भूत्वा उहु इति भवति. ससजुषोरुः अपि च खरवसानयोर्विसर्जनीयः आभ्याम् अत्र उहु इति सिद्ध्यति. तर्हि अभ्यस्तसंज्ञकः धातुः अस्ति चेत् लङ्घि अन् स्थाने उहु इति प्रत्ययः भवति इति अस्ति. अतः आहत्य पठामि आं भगिनि कियत् पर्यन्तं कृतं मध्ये वयं रूपाणि तदनन्तरं साधितवन्तः पठितवन्तः अपि यथा अधोभागे दत्तमस्ति यत् नेनी चक्र एते तस्य लट् लकारे एकं कृतवन्तः रूपाणि. अस्तु, अतः आहत्य अभ्यस्त संज्ञकधातूनां कृते सार्वधातुकलकारेषु सित्तिङ् प्रत्ययाः एते जिहोत्यादिगणे परस्मैपदे यथा तथैव यङो वा इत्यनेन विकल्पेन हलादि सार्वधातुकस्य विकल्पेन ईट् आगमः, तर्हि यङ् लुगन्ते एते एव योजनीयाः. लट् लकार प्रथमपुरुषे एकवचने ति इति, तः अति, स् इषि, थः थ, म् इमि, वः मः. ये धातवः स्थूलाक्षरे ये सिद्धतिङ्गप्रत्यय स्थूलाक्षरे गतमपि ते सर्वे हलादि पित् अस्ति सन्ति, ते पित् अस्ति सन्ति. लोट्लकारे तु इ तु तात् ताम् अतु हि तात् तं त आनि आव आम् आनि आव आमापि अजादि पित् सन्ति. लुङ् लङ् लकारे त इत् ताम् उः सः स विसर्गः भवति तत्र इः तं त अं वम. विधिलिङ्गि यात् यातां युः याः यातं यात यां याव यामः. अत्र ध्येयं यत् एते सर्वे प्रत्ययाः त्रिंशत् सार्वधातुक इत्यनेन सार्वधातुकसंज्ञकाः, येषु च प्रत्ययेषु हलादि सार्वधातुकप्रत्ययः स्यात् ति सि मि तु त स इति अस्ति. ति सि मि इति आगच्छति लट्लकारे प्रथमपुरुष एकवचने, द्वितीय मध्यमपुरुष एकवचने, मे उत्तमपुरुष एकवचने, तु लोट्लकारे आगच्छति प्रथमपुरुष एकवचने, त स इति आगच्छति लङ्लकारे आगच्छति साधु प्रथमपुरुष मध्यमपुरुष एकवचन. अजादि पित् सार्वधातुक प्रत्ययः दश इति ईषि वयं दृष्टवन्तः यत् वो यङो वा इति सूत्रेण ईट् आगमः भवति, तत्र अजादि पित् आगच्छति ईट् आगमः भूत्वा. तो इति ईषि इमे लट् लकारे प्रथमपुरुष एकवचने, मध्यमपुरुष अपि उत्तमपुरुष एकवचने, इतु आनि आव आम. इतु इति लोट्लकारस्य प्रथमपुरुष एकवचन, आनि आव आम इति भवति लोट्लकारस्य उत्तमपुरुष एकद्विवचने. इत् इ अम् इ एते लङ्लकारे आगच्छति प्रथम मध्यम उत्तमपुरुष. हलादि अपि सार्वधातुकप्रत्यया पञ्चविंशति, तः थ थ वम ता तां हि ता तं त तां तं त वम यात् यातां युः या यातां यात् याम याव याम. सर्वे द्विवचने बहुवचने ये सिद्धतङ्कत्या सन्ति अपि सर्वे विधिलिङ्गे सिद्धतङ्कत्या ये हलादि अपि सन्ति. अजादि अपि सार्वधातुकप्रत्ययः त्रयः अति अतु उः. लट् लकारे अति प्रथमपुरुष बहुवचन, अतु लोट् लकार अतु भवति, उः इति भवति लट् लकारे बहुवचने एकवचने बहुवचने प्रथमपुरुष सर्वे. सार्वधातुकम् अपि इति सूत्रेण एते अपि प्रत्ययाः सर्वे ङित्वत् भवन्ति, यत् ये ङित्वत् अस्ति तत्र गुणकार्यं न भवति, यत्र पित् अस्ति किञ्चित् सन्ति तत्र गुणकार्यम् आगच्छति. अपि प्रत्येकप्रत्ययस्य स्वभावः कः इति मनसि निधाय अपि कार्यं करणीयम्. अस्माकं कार्यं य कार्य च यथा सर्वत्र द्विस्तरीयम् अङ्गकार्यं सन्धिकार्यं. प्रथमम् अङ्गकार्यम् अस्ति यथा वयं पूर्वं दृष्टवन्तः धातु धातुः अङ्गकार्यं धातु योग विकरणप्रत्ययस्य अङ्गकार्यम् आगच्छति, तदनन्तरं सन्धिकार्यं करणीयम् इति. एकं प्रथमं वदतु भगिनि, तदनन्तरं योगति. अत्र सार्वधातुकारधातुकृते गन्त अङ्गस्य एकगुणः नेति नि धातु स्वीकृत्य वदति वा भगिनि अङ्गकार्यम् नि धातुस्य स्वीकृत्य धातु धातो आह्लादे एका संवारे यङ् विधानं भवति यङ् विधानं, तदनन्तरं यङ् लुकि आगच्छति संयङो वलने द्वितं भवति तु नि भवति. इदानीं नि यत् अस्ति यङ् लुको इति सूत्रेण गुरोयङ्ग् इति सूत्रेण अभ्यासस्य गुण भवति, सो नि भवति. इदानीं ने नि योग लट् विवक्षायां ति इति आगच्छति, ति अत्र तिप् अस्ति पित् अस्ति, सो सार्वधातुक अर्धधातुकवर्णेने नि तस्य गुणः भवति, ने भवति, ने योगति ने नेति अपि तत्र इत् अपि आगमः गच्छति. साधु अन्यरूपं लट्लकारे इत् अधोभागे अस्ति. आं भगिनि, सर्वाणि रूपाणि वदति वा तर्हि. अस्तु, यद् ईत् अस्ति तत्र भवति तत् अस्ति ने भवति ने ईत् इति यदा इदानीम् एषु वयति सन्धिकार्यं भवति वदामि ने नयति इति भवति. तदनन्तरं ने नीतः तत्र सन्धि केवलं वर्णमेलनं तत्र सर्वधातुकार्थगुणकार्यस्य प्रसक्तिः नास्ति, गुणकार्यस्य प्रसक्तिः नास्ति, केवलं वर्णमेलनं भवति. यत्र नेमि योग अपि अस्ति अत्र गुणकार्यं बाधितं निमित् भूत्वा नेमि इति अपित् अस्ति अत्र नेमि अपि सन्धि भवति, सो नेति इति भवति अत्र. साधु अत्र नेमि योगस्य अत्र गुणभवसि, सो ने योगसि ने सि इति प्रत्ययोः इत्यनेन शकारः भवति नेषि. ओ इषि ओ नेषि आदेशप्रत्ययो विश्रमते. अस्तु, आदेशप्रत्ययो इति अग्नि किमस्ति यत्र प्रत्यय अवयव सकारः अस्ति इति कृत्वा इणः प्राक् यः प्रत्ययव सः सकारः सो नेमे इति इण आगच्छति तत्र सकारस्य शकारमस्ति नेनेषि पुनः नेने योग ईषि अत्रापि एचो वया एव कार्यं करोति, सो ने नयीषि इति भवति अत्र. ने नि योगति थः केवलं वर्णमेलनं गुणकार्य बाधितं नेनीथः नेनीथः पुनः ने नि भवति ने ने योग ईं इमि अत्र नेमि भवति वा अत्र नयिमि साधु ने नैमि ने नीवः ने नीमः इति. धन्यवादः. लोट् लकारस्य रूपाणि. अस्तु, नेनी एव. अत्र तु ई तु तित् अस्ति, तु ने ने तु ने ने ने ने ईतु ने नयितु ने नयितु ने ने तु ने नयितु एक कोऽपि अस्ति न तथैव नेनीतात् नेनीताम् अतु तु अत्र नेण्यतु नेण्यतु. अस्तु, अत्र हि तु नेनीहि नेनीतात् नेनीतं नेनीता नेन्या न नेनीयानि न नेने एतमेव वा नेनी न नेने नेने ये नेनयानि नेनयानि. अस्तु, नेनयानि नेन यावा नेनयाम. मणिमहोदय लङ्लकाररूपम्. महोदय, अत्र लङ्लकारः प्रथमम् अत्र द्विरूपं भवति, त इति पित् अस्ति, यङ्गवा इत्यस्य ईत् अपि आदेशः वा, अतः ने गुणो भूत्वा ने ने अडागमः भवति महोदय. अडागमः. आम् आम् आम्, धन्यवादः. अडागमः अस्ति चेत् अने अने नेत् महोदय सम्यक् वा आम् हल् वर्णः आदः तदेव तिष्ठति अने नेत् इति. अच् अस्ति चेत् दीर्घं भवति वा अथवा उपसर्गमस्ति चेत् अपि चेञ्जस् अस्ति अथवा अनेनेत् एव तिष्ठति. अनन्तरम् ईत् अस्ति, अत्र गुणकार्यं भूत्वा यचोवयवसूत्रमपि कार्यं करोति. अने अने नयि नयीत् इति रूपं, ताम् इति स्थाने हल् वर्ण कित् अस्ति, अतः अणे नी ताम् अने नीताम्. अनन्तरम् अने उः अस्ति अपित्, अतः अने नीहु. सम्यक् वा महोदय? अत्र उः इत्यस्मिन् किं भवति? ने नीहु वा ने नियोः अने अने नियोः. सम्यक्. अत्र मम अत्र अत्र किं भवति इत्युक्ते जूसि परे अङ्गस्य गुणः भवति, तर्हि गुणं भूत्वा अत्र तु तत्र जुसि परे गुणः पुत्र केन सूत्रेण भगिनि? जुसि च इति सूत्रेण स्मृतवन्तः. अग्रे वदामि महोदय. मध्यमपुरुषे सकारः अपि पित्तस्ति अतः अणे नेस्ति अत्र अनन्तरं सकारस्य कर्मसानिर्विसर्जनीयः इत्यनेन विसर्गः भवति तर्हि अनेनेः इति हा अनेनेः आं क्षम्यताम् अनेनेः यस् अनन्तरम् इः अस्ति अत्र किं भगिनि लोट् लकारे बहुवचने लङ्लकारे मध्यमुष लङ्लकार अनेन युः इति अनेन युः जूसि सूत्रं किम् अस्ति जूसि च ओके धन्यवादः अनन्तरं ताम् अस्ति तम् अस्ति अत्र अपि ततः अनेनीतम् अनेनीत अम् अस्ति पित् अधः अने अनेनयं महोदय अनेनयम् अनेनीव अनेनिमादि रूपाणि भवन्ति अग्रे पश्यामः अग्रे कस्य क्रमः अस्ति अरुणा भगिनी वदति वा भगिनि मृदुलिङ्गकारः यात् यातां युः याः यातां याता यां यावयाम प्रत्ययः अस्ति सर्वे अपित् अस्ति ततः केवलं वर्णमेलने एव नेनीयात् नेनीयातां नेनीयुः नेनीयाः नेनीयातं नेनीयात नेनीयां नेनीयाव नेनीयाम धन्यवादः भगिनि तर्हि सर्वाणि रूपाणि अस्माभिः दृष्टानि अग्रे तावदेव दृष्टं दृष्टवन्तः वा वर्गे सम्पूर्ण अस्तु तर्हि केवलं पठामः करपत्रे यत् लिखितमस्ति तत् पठामः अग्रे वयं पठितः चुरादिगणे पठितः विशिष्टं भगिनि भगिनि चुरादिगणे पठितवन्तः न न पदनिर्णय पर्यन्तम् इति स लेलिक् चर्क ये पठितवन्तः वर्गे पर्यन्तं पठितवन्तः खलु पदनिर्णयः समाप्तः वा तावत्पर्यन्तम् अस्तु हेम भगिनि पूरयति वा भगिनि केवलं करपत्रं पठति वा भगिनि क्षम्यतां भगिनि श्रीविद्या भगिनि चुरादिगणे सरला भगिनी भवती एव पठति वा भगिनि करपत्रं चर्कृत् योगति सार्वधातुक आर्धधातुकयोनि अनेन तत्र धातु भवति साधु चर्कृत् तत्र धातु भवति मम प्रश्नः अस्ति अत्र चर्कृ यत्र अस्ति प्रथमं यदि कृ कृ भवति साधु तदनन्तरम् उरत् आगच्छति उरत् अनेन कर्कृत् भवति कर्कृ भवति हलादिशेषेन रेफस्य लोप भवति कर्कृ भवति यदि कर्कृ भवति तदनन्तरं कुहोचु अनेन चक्र भवति रेफ कथम् आगच्छति उपरि चक्र त्रीणि रूपाणि सन्ति भगिनि ऋतश्च इति सूत्रेण चरीकृ चरिकृ चर्कृ इति रूपाणि अस्तु केवलम् एकरूपं दत्तम् अस्ति केवलं प्रदर्शनार्थं महोदयेन दत्तं किन्तु त्रीणि रूपाणि अस्तु त्रीणि रूपाणि चरिकृ चरिकृ ऋतश्च असाधु अस्तु सो इदानीं केवलं चर्कृ इत्यस्य योगति सार्वधातुकार्धधातुको अनेन कृ इत्यस्य गुणः भवति चर्कर् चर्कयोगति चर्कति इति भवति चर्कति लेलिक् लेलिक् ती लिक् धातु अस्ति लिक् लिक् तदनन्तरं गुणोयङ् रसाद् अभ्यासस्य तत् अनेन लेलिक् भवति लेलिक् योगति इदानीं पुगन्तलघुपचस्य कारणकि इकार अस्ति इक्वर्ण लेलिक् लेलेक् भवति लेलेक् योगति लेलेक् ति इति ओ खकारस्य अपि ककार खलि च अनेन ककार भवति सा लेलेक् ति इति भवति साधु नेनि वयं कृतवन्तः किपिङ्ग् इति चेति चर्क्र यगत अस्ति तत् चर्कृतः इति भवति केवलं वर्णमेलनम् अस्ति केवलं वर्णमेलनं तावदेव रूपसाधनीयं चर्क्र भगिनि रूपाणि कुर्मः चर्क्र अस्तु भगिनि त्रीणि रूपाणि सन्ति खलु तर्हि त्रीणि रूपाणि अपि कर्तव्यानि रूपत्रयमपि अस्माभिः प्रथमं चर्क्र कुर्मः अस्तु भगिनी चर्क्र चर्क्र करोतु अनन्तरं हेमा भगिनी रूपद्वयम् अनन्तरं करिष्यति अस्तु चर्क्र चर्कर् भवति चर्कर्ति चर्कर्ति इदानीम् ईत् अस्ति सो तत्र चर्क्रीति भवति चर्करीति चर् गुणकार्यं भवति खलु कर् भवति चर्करीति आमां चर्करीति साधु चर्करीति चर् तदनन्तरं चर्कृ आं चर्कृ चर्कृ सो चर्कृ चर्कृतः चर्कृ चर् योग अति तत्र च यण् सन्धि भवता कृति भवति साधु चर्कृति यण् सन्धि रेफ आगच्छति साधु ऋकारस्य स्थाने सो चर्करति चर्करति चर्करति कृति भवति कृति चक्रति चक्रति तदनन्तरं चर्कृयोगसि तत् भवति चकर्षि इदानीम् आदेशप्रत्ययो आगच्छति पुनः चर्कर्षि तदनन्तरं चकरि इदानीमपि अस्ति चर्करीषि चर्करीषि अस्ति चर्कर् अस्ति तथैव कर् भवति न अर् आगच्छति कृ कृ चर्कर्षि ईषि चर्कर् इति अस्ति चर्कर्षि अर् अस्ति चर्कर्षि ईषि ईकार भवति चर्कर्षि अत्र चर्कर्षि न चर्कर्षि तथा एव उक्तवती पुष्पा भगिनी प्रथमरूपं तु समाप्तं द्वितीयरूपम् भगिनी वदन्ती अस्ति क्षम्यतां तदनन्तरं चर्कृतः चर्कृतः तदनन्तरं भवति चर्कर्मि तदनन्तरं भवति चर्करीमि करीमि चक्रिवः चक्रिमः. रूपद्वयमपि आं भगिनि. अत्र लोट् लकार चक्रमः इति उक्तवती किल, तर्हि न न अहं चिन्तितवती अत्र ऋतृकृति भवति खलु, चरीकृ चरिकृ इति रूपद्वयं तस्य. न अहं किं चिन्तितवती इत्युक्ते तत्र पुनः पुनः कुर्मः किल, अतः वयं चक्रमः इति वाक्ये प्रयोगः अत्र अभ्यासेन भगिन्या उक्तं, तर्हि अहं चिन्तितवती वाक्यं पुनः तर्हि कुत्रचित् तस्य प्रयोगः वयं साधितव्यमिति चिन्तयित्वा. आं भगिनि, तथा तथा कुर्मः, तावत् तथा कुर्मः. आम् एकत्र कुत्रापि वदामश्चेत् अपि समीचीनं भवति. तर्हि इदानीं अत्र किम् आसीत् अस्माकं सा धातुः आसीत् चरीकृ अपि चरिकृ इति. तर्हि प्रथमं ह्रस्वेन वदामि, तत्र चरिकृ अस्ति कृत्वा तत्र गुणः भवति, अतः चरि कर्ति अपि च चरि करीति, एकत्र ह्रस्वः अन्यत्र दीर्घः इति चरि करीति. तदनन्तरं द्वावपि अपित् इति कृत्वा गुणनिषेधः सर्वत्वकम् अपित् इत्यनेन, अतः चरिकृतः. पुनः अत्र चरिक्रति इति रेफः आयति यणसन्धि कृत्वा. तदनन्तरं मध्यमपुरुषे चरि कर्षि चरि करीषि चरिकृतः चरिकृथ चरिकर्मि चरिकरीणि चरिकृवः चरिकृमः. इदानीं दीर्घं यदि वदामः तर्हि चरीकृ इति, तर्हि तत्रापि चरी कर्ति चरीकरीति चरीकृतः चरीक्रति चरी कर्षि चरीकरीषि चरीकृतः चरीकृथ चरीकर्मि चरीकरीमि चरी चरीकृवः चरीकृमः. भगिनि अत्र दीर्घ चरि ईकारः कथम् आगच्छति? ह्रीक् आगमः, त्रयः आगमः आगच्छति. अस्तु अस्तु अस्तु अस्तु अस्तु. पर्याप्तं वा भगिनि, इतोपि कर्तव्यं वा? आं पर्याप्तम्. एकवाक्यं रचयतु भगिनि. सर्वेस्मिन् एकं वाक्यं वदामः वयम्. अत्र नेमि उपयुज्य नो चेत् चरीकृ उपयुज्य यत्किमपि नेलि उपयुज्य वा चिन्तयामः. कः वदिष्यति प्रथमं वाक्यं? मम भगिनी उपहारं नेमीति नेमय अर्चकः अर्चकः नद्याः जलं नेनेति तत्र गुणः भवेत् किल, तर्हि तत्र नेति नेति नो चेत् नयति नयति खलु नयीति. तथैव सः अभिषेकः अपि पुनः पुनः करोति इति कृत्वा तत्र चरी ततः एव समीचीनं. चरीकर्ति इति खलु चरीकर्ति अभिषेकं चरीकर्ति कियत् चिन्तनं करणीयम् अभिषेकं चरि तद् इस् प्रेसिङ्ग् हौ केन् यु प्रेस् अभिषेकम् अभिषेकं जलं स्वीकृत्य नद्याः जलं अभिषेकं यत् कुर्मः सिञ्चति इति तः भगिनि सिञ्चति इति आगच्छति खलु ततः अभिषेकम् इति सिञ्चति इत्युक्ते स्प्रिङ्कल् इति अर्थः अभि इति उपसर्गपूर्वक न भगिनि अत्र डिक्षनरि इट् इस् गिविङ्ग् मी चर्कृति मीन्स् प्रेसिङ्ग् मेन्शन् चर्कृति मीन्स् प्रेसिङ्ग् इति वा विशिष्ट अर्थः किमपि नास्ति खलु प्रायः तथा स्यात् चर्कृति वारं वारं करोति धातु वारं वारं करोति चर्कृति इति भवति अत्र इट् सेस् द मीनिङ्ग् इस् प्रेसिङ्ग् ऐ डोण्ट् नो वै केवलं कीर्ति इति दृष्टवती वा चर्कृति चर्कृति चर्कृति कीर्त् धातोः प्रायः भविष्यति भगिनि अत्र तु चर्कृति इति भवति खलु चर्कीर्ति इति नास्ति चर् कथम् आगच्छति भवतु भवति किल भगिनि कृकृ भूत्वा चर्कृ भवति the meaning is given praising mention kirkr dato ho bagini tatto bhinna dato hosti kirti tyagachati kalu dato nasti tat yangyantana tu jasti charkruti tadeva nasti bagini asmakam rupam karti iti achar karti nana krut dato ho iti bhinna dato hosti कृत् इति भिन्नदातुः तस्य तु प्रायः तथा रूपं भवति कृत् दातुः कीर्तिः इति ततः एव आगच्छति खलु भिन्नदातोः रूपम् अस्ति भवती यत् पश्यति अत्र कीर्ति नास्ति दातुः दातुः तु कृत् इति भवति कथम् आगच्छति तत् पुनः समानकार्यमस्ति खलु कृत् कृत् भूत्वा कृ कृत् भूत्वा चृ कृत् भूत्वा अनन्तरं चर्कृत् भवति अस्तु चर्कृत् अस्तु अस्तु मणिमहोदय वाक्यं वक्तुम् इच्छति वा आम् आं मणिमहोदय लिख् दातु नो चेत् चिन्तनं किमपि नास्ति अत्र पुनः पुनः चिन्तयति इत्यस्मिन् किं भवति रूपं किन्तु तस्मिन् तु यङ्गलुगन्तरदातुः एव न भवति खलु चिन्तयति इति कृत्वा अनेका अस्ति इति कृत्वा तस्य भावत् न भवति खलु यङ्गलुगन्तरूपं न भवति चिन्ति इति भवति धातुः इति कृत्वा वा चिन्तयति इति अस्ति खलु निजन्तम् अस्ति खलु तत्र धातुः तु चिन्ति इति भवति आम् अनेकाच् अस्ति इति भगिनि यदि अहं मे कृतवती तत्र लक्षा आकारो न आगच्छति वा यथा वयं लक पठामि इति तत्र वयं कृतवन्तः पद्यं लेलेख्मि विरमामः वा समयः आमां धन्यवादः धन्यवादः